गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं वयं करपत्रे स्मः गुणस्य व्याप्याव्याप्यं च वृत्तित्वम् इति करपत्रस्य शीर्षकमस्ति सीमा भगिनी प्राप्तं किल क्षम्यतां महोदय न प्राप्तं तत्र करप्राप्तं करपत्रम् उद्घाटितं वा नास्ति महोदय इदानीं किन्तु अहं प्राप्स्यामि अस्तु अस्तु तत्र पञ्चादशकरपत्रमस्ति गुणस्य व्याप्याव्याप्यं च वृत्तित्वम् इति अत्र एतावत्पर्यन्तम् अस्माभिः किं दृष्टम् इति चेत् प्रथमं तत्र प्राचीनां मतं भिन्नरीतिः अस्ति नव्यनैयायिकानां मतं तु किञ्चित् भिन्नम् अस्ति इति अत्र कुत्र भेदः इति पृष्टे सति प्राचीनानां मतानुसारं रूपम् इति रूपम् इत्यस्य व्याप्यवृत्तित्वम् अस्ति इत्युक्ते एकस्मिन् द्रव्ये रूपं सर्वत्र भवति इति यदि एकमेव रूपम् इदानीं घटम् इति स्वीकुर्मः घटे एकमेव रूपं नीलरूपमेव अस्ति चेत् किं तत्र व्याप्यवृत्तित्वम् अस्ति एव प्राचीनानां मतानुसारम् अपि च नव्यनैयायिकानां मतानुसारं तत्र व्याप्यवृत्तित्वं नीलरूपस्य अस्ति एव घटे किन्तु एकस्यापि अधिकरूपम् एकस्मिन्नेव द्रव्ये वर्तते इति चेत् इत्युक्ते तत्र घटे उपरि भागः अस्ति तस्मिन् भागे नीलवर्णमस्ति अधोभागे रक्तवर्णमस्ति इति चिन्तयामश्चेत् तत्र नीलवर्णस्य व्याप्यवृत्तित्वं घटे वर्तते इति न वक्तुं शक्यते किमर्थम् इत्युक्ते उत्तरभागे एव तस्य व्याप्यवृत्तित्वमस्ति अधोभागे तस्य अभावः एव अस्ति अपि च रक्तवर्णस्य अधोभागे एव तस्य व्याप्यवृत्तित्वमस्ति किन्तु उपरि भागे तस्य अभावः अस्ति इति कृत्वा इदानीं यत्र एकस्मिन् द्रव्ये एकस्यापि अधिकं रूपं वर्तते प्राचीनाः किं कुर्वन्ति इति चेत् तस्य नूतननामं कुर्वन्ति सः नामः सः नाम कः इति चेत् तन्नाम किम् इति चेत् चित्रं चित्रः इति तस्य नाम वदन्ति तर्हि घटे एकस्यापि अधिकं रूपं वर्तते चेत् किं रूपम् अस्ति इति चेत् सः नीलरूपं वा प्राचीनः नीलरूपं वा रक्तरूपं वा इति न वदन्ति चित्ररूपस्य व्याप्यवृत्तित्वं वर्तते इति तेषां मतं किन्तु नव्यनैयायिकाः किं चिन्तयन्ति तत्र चित्ररूपम् इति रूपं किमपि नास्ति तत्र नीलरूपमस्ति अपि च रक्तरूपम् अस्ति एकस्मिन् देशे नीलरूपमस्ति अन्यस्मिन् देशे नीलरूपस्य अभावः अस्ति तर्हि नीलरूपस्य व्याप्यवृत्तित्वं रक्तरूपस्य व्याप्यवृत्तित्वम् इति न वक्तुं शक्यते किमर्थम् इत्युक्ते एकस्मिन्नेव अधिकरणे नीलरूपस्य भावः अपि अस्ति अभावः अपि अस्ति इति कृत्वा ते किं कुर्वन्ति तत्र व्याप्यवृत्तित्वम् इति न वदामः अव्याप्यवृत्तित्वम् अस्ति नव्यनैयायिकाः किं वदन्ति इति चेत् नीलरूपस्य अव्याप्यवृत्तित्वम् अपि च रक्तरूपस्यापि अव्याप्यवृत्तित्वं घटे अस्ति इति ते वदन्ति इति अत्र मुख्यवार्ता अस्ति अस्मिन् विषये एव एतत् करपत्रं निर्मितम् अस्ति अस्तु अत्र अपि च तत्र व्याप्य इति पदं वायुः वृक्षं व्याप्य तिष्ठति इत्यस्मिन् वाक्ये व्याप्य इति पदं कीदृशपदम् इति चेत् ल्यवन्तपदं त्वा इति प्रत्ययस्य स्थाने यत्र यत्र धातोः पूर्वम् उपसर्गः आगच्छति तत्र सर्वत्र ल्यप् इति प्रत्ययस्य आदेशः भवति तर्हि व्याप्य इति पदं ल्यवन्तपदमस्ति किन्तु इदानीं कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति विद्याधर्यां दत्तमस्ति. अस्मिन् वाक्ये तत्र अव्याप्यवृत्तिः इत्यस्मिन् समस्तपदे मध्ये व्याप्य इति पदं यद्यपि दृश्यते तथापि तत्र व्याप्य इति पदं तस्मिन् समस्तपदे ल्यबन्तरूपं नास्ति, किन्तु ण्यन्तरूपमस्ति. ण्यत् इति प्रत्ययः अस्ति. ण्यत् इति प्रत्ययः कर्मण्यर्थकप्रत्ययः. तत्र वि उपसर्गक आप् धातोः ण्यत् इति प्रत्ययः योजयामश्चेत् व्याप्य इति प्रातिपदिकं सिद्ध्यति. तस्य त्रिषु लिङ्गेषु रूपाणि व्याप्यः, व्याप्या, व्याप्यम् इति भवति. विशेषणत्वेन त्रिषु लिङ्गेषु व्याप्यः, व्याप्या, व्याप्यम् इति रूपाणि भवन्ति. अपि च वयं जानीमः यत्र यत्र समस्तपदस्य निर्माणं कुर्मः तत्र सर्वत्र प्रथमम् अलौकिकविग्रहं कृत्वा तत्र यद् यः प्रत्ययः योजितमस्ति तत् त्यक्त्वा केवलं पदानां योजनं कृत्वा तत्र न व्याप्यः, अव्याप्य, न व्याप्य, अव्याप्य इति प्रथमं तत्र तत्पुरुषनञ्समासः भवति. तदनन्तरम् अव्याप्य योगः वृत्तिः, वृत्ति इति अव्याप्यवृत्ति इति नूतनप्रातिपदिकं भवति. अपि च एतद् नूतनप्रातिपदिकं त्रिषु लिङ्गेषु भवति. यद्यपि वृत्तिः इति पदं तत्र तस्य नित्यस्त्रीलिङ्गत्वमस्ति तथापि किन् इति प्रत्ययः वृ इति धातोः तत्र किन् इति प्रत्ययस्य योजनेन वृत्ति इति प्रातिपदिकं लभ्यते. तत् प्रातिपदिकं केवलं स्त्रीलिङ्गे एव भवितुमर्हति इति अस्ति चेदपि इदानीं यदा वृत्तिः इति वृत्ति इति प्रातिपदिकम् अन्यैः पदैः सह तत्र समस्तपदत्वेन भवति, तत्र केवलं तस्य स्त्रीलिङ्गमेव तस्य रूप स्त्रीलिङ्गे एव तस्य रूपमस्ति इति नास्ति. त्रिषु लिङ्गेषु तस्य रूपं भवितुम् अर्हति. अपि च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इत्यस्मिन् वाक्ये अव्याप्यवृत्तिः इति समस्तपदं कपिसंयोगः इत्यस्य विशेषणमस्ति. अपि च व्याप्य इति समस्तपदे व्याप्य इति यत् पदम् अस्ति, यत् प्रातिपदिकमस्ति, तस्य अन्वयः केन कः भवति इति चेत् वृत्तिः इति समस्तपदे यत् पदं दृश्यते तेन सह एव भवति, न तु समस्तपदस्य बहिः. किन्तु यत्र वायुः वृक्षं व्याप्य तिष्ठति इति वदामः तत्र व्याप्य इति पदम् इति ल्यबन्तपदं तत्र वृक्षम् इति पदेन सह तस्य अन्वयः भवति इति कर्मपदेन सह तस्य अन्वयः भवति. किन्तु अव्याप्यवृत्तिः इति वदामश्चेत् तत्र व्याप्य इति समस्तपदे समस्तपदस्य मध्ये यत् यत् दृश्यते तत् वृत्तिः इति पदेन एव तस्य अन्वयः भवति, न तु समस्तपदस्य बहिः इति एतावत्पर्यन्तम् अस्माभिः दृष्टम्. अत्र व्याप्यवृत्तित्वशब्दस्य व्यवहारः इति उपशीर्षकमस्ति. तत्र प्रथमपरिच्छेदः अस्माभिः पठितः गतेवर्गे. अधुना रूपं कीदृशम् इति आरभ्य पठनीयं. तत्र श्रीराम महोदय पुनः तत् पठित्वा अपि च तत्र यदा कश्च यथा कश्चन पठः तदपि पठित्वा वदतु महोदय तत्र किमस्ति इति. महोदय एकक्षणम्, अधुना व्याप्यवृत्तिः इति शब्दः कीदृश इति बोध्यं वा रूपं? मम करपत्रे तु द्वितीयपरिच्छेदः परिच्छेदस्य प्रथमपङ्क्तिः अस्ति अधुना व्याप्यवृत्तिः इति शब्दः कीदृश इति बोध्यम्. हा, तत् सर्वं गते वर्गे कृतं भगिनि, अतः ततोपि अधोभागे आगच्छतु. तत्र द्वितीय उपशीर्षकमस्ति किल, व्याप्यवृत्तित्वशब्दस्य व्यवहारः इति. तत्र द्वितीयपङ्क्तिः अस्ति, अधुना रूपं कीदृशमस्ति, एकमेव वाक्यद्वयमेव वर्तते तत्र. भवतु, ततः इदानीम् अस्माकं पठनं भवति. तस्मात् पूर्वं यत् यत्किमपि अधीतं तदेव इदानीं मया उक्तम्. अस्तु, श्रीराम महोदय पठतु महोदय. अस्तु महोदय. व्याकरणदृष्ट्या परिशीलितम् अधुना व्याप्यवृत्तिः इत्यस्य कीदृशव्यवहारः इति. महोदय, क्षम्यतां, तदपि कृतम् अस्माभिः. अधुना रूपं कीदृशं, रूपं व्याप्यवृत्तिः गुणः वा, व्याप्यवृत्तिः गुणः वा इति वार्ता. रूपं व्याप्यवृत्तिगुणः वा अव्याप्यवृत्तिगुणः वा इति वार्ता. अव्याप्यवृत्तिगुणः वा इति वार्ता. यथा कश्चन पटः अस्ति चेत् तस्मिन् पटे यत्किमपि रूपं स्यात् सम्पूर्णं तं पटम् आवृत्य सम्पूर्णं तं पटं व्याप्य तिष्ठति इति चिन्तयतु. एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत् किञ्चित् रक्तरूपं किञ्चित् नीलरूपम् अस्ति चेत् तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते शुक्लरूपम् अथवा नीलरूपम् अथवा रक्तरूपम् इति न वक्तव्यं. यतोहि पटे शुक्लरूपम् अस्ति इति वदामश्चेत् शुक्लरूपं पटस्य एकदेशे भवति, सर्वत्र न भवति. पटस्य अपरस्मिन् भागे नीलरूपं भवति, अतः श्वेतरूपं पटं व्याप्य न तिष्ठति. किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः. इदानीं पटे श्वेतरूपम् अस्ति इति वक्तुं न शक्नुमः, यतोहि श्वेतरूपम् एकत्रैव भवति. एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते. रूपस्य व्याप्यवृत्तित्वं तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति. प्राचीनैः चित्ररूपम् इत्यस्य स्वीकारः कृतः. चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम्. अतः पटे चित्ररूपम् अस्ति इति उच्यते, तच्च चित्रम् एकमेव. अत्र रूपं व्याप्यवृत्तिगुणः वा अथवा अव्याप्तवृत्तिगुणः वा इति चर्चा प्रचलति. यदा सारांशरूपेण वदामः महोदय, तत् पङ्क्तिशः न वक्तव्यं. यदा घटः स्वीकुर्मः, यदा पूर्वं भवान् उक्तवान् घटः स्वीकुर्मः, तत्र नीलरूपम् उपरि भागे अस्ति, अधोभागे रक्तवर्णम् अस्ति चेत् रक्तवर्णं घटं व्याप्य न तिष्ठति. समानरीत्या नीलरूपमपि घटं व्याप्य न तिष्ठति. अतः तत्र पटं व्याप्य तिष्ठति. किन्तु प्राचीनानाम् अनुसारं रूपं व्याप्यवृत्तिः गुणः इति ते स्वीकुर्वन्ति. इदानीं श्वेत रक्तरूपं वा नीलरूपं वा घटं पूर्णतया व्याप्य न तिष्ठति इत्यतः ते किं कुर्वन्ति, तत्र चित्ररूपम् इति नूतनरूपम् अस्ति इति स्वीकुर्वन्ति. घट किमर्थं तादृशम् अस्ति इत्युक्ते रूपं द्रव्यं व्याप्य एव तिष्ठतु इति ते स्वीकुर्वन्ति. यदा तादृशसन्दर्भः नास्ति तदा चित्ररूपम् अस्ति इति ते स्वीकुर्वन्ति. तत्र मिश्रणं मिश्रीकरणम् इति अत्र उक्तम्, अनेकानां रूपाणां मिश्रीकरणं. तत्र मिश्रीकरणम् इत्युक्ते तत्र द्विधा तस्य अवगमनं भवितुम् अर्हति. एकं तु एकस्मिन्नेव द्रव्ये इदानीं घटमिति स्वीकुर्मश्चेत् उपरि भागे रक्तवर्णः अस्ति, अधोभागे उपरिभागे रक्तवर्णमस्ति, अधोभागे नीलवर्णमस्ति, किन्तु तत्र मिश्रणं नास्ति. तथापि ते प्राचीनाः तद्रूपं चित्ररूपम् इत्येव वदन्ति. किन्तु पुनः तत्र साक्षात् मिश्रणं कृत्वा तत्र घटस्य उपरि वर्णस्य स्थापनात् पूर्वमेव तत्र नीलवर्णं किञ्चित् स्वीकृत्य रक्तवर्णं स्वीकृत्य साक्षात् एकस्मिन् पात्रे तेषां तयोः मिश्रणं कृत्वा तदनन्तरं यद् नूतनं वर्णं लभ्यते तद् इदानीं रक्तमपि न भवति, नीलमपि न भवति, तत्र साक्षात् अन्यत् किमपि रूपं तादृशं तद् तद्वर्णं स्वीकृत्य इदानीं घटे स्थापयामश्चेदपि तस्य रूपं चित्ररूपम् इति एव प्राचीननैयायिकाः वदन्ति. किमर्थम् इत्युक्ते तेषां मतानुसारं रूपम् इति व्याप्यवृत्तिः, व्याप्यवृत्तिः गुणः इत्युक्ते व्याप्यवृत्तित्वं सर्वदा रूपे भवेत् इति तेषां मतमस्ति इति तत्र स्वतन्त्रेण बहवः बहूनि रूपाणि एकस्मिन् द्रव्ये तिष्ठति चेदपि ते तस्य नामकरणं चित्ररूपम् इति एव वदन्ति. अपि च चित्ररूपस्य निश्चयेन व्याप्यवृत्तित्वं वक्तुं शक्यते किल, तर्हि एतादृशं ते स्वीकुर्वन्ति. महोदय एकः संशयः अस्ति, यदा वयं रक्तवर्णम् अपि च हरितवर्णं मिश्रणं कृत्वा घटस्य उपरि लेपयामश्चेत् तद् पीतवर्णम् इति भाति खलु, तदा एकमेव रूपं तत्र व्याप्य तिष्ठति इति ते स्वीकुर्वन्ति वा, अथवा मिश्र चित्ररूपं? तत्रापि इदानीं भवतः उदाहरणे तत्रापि प्राचीनाः किं वदन्ति, पीतरूपम् इति न वदन्ति. तत्र किमिति चित्ररूपम् इति एव ते वदन्ति. सप्तविधः ते तैः उक्तः किल, तत् किमिति एकवारं पश्यामि. इदानीं शुक्ल नील पीत रक्त हरित कपीश इति इदानीं तत्र रक्तवर्णम् अपि हरितवर्णम् इति बेसिक् कलर्स् इति कृत्वा तेषां मिश्रणेन इदानीं पीतरूपं लभ्यते इति चेत् तत्र पीतरूपम् इति वदन्ति वा इति प्रायः न. किन्तु तत्र पूर्वमेव यदा तत्र साक्षात् आपणात् तत्र पीतरूपं क्रीत्वा तस्य लेपनम् इदानीं घटस्य उपरि कुर्वन्ति चेत् तत्र पीतरूपमिति प्रायः ते वदन्ति. किन्तु रक्तवर्णम् अपि च हरितवर्णं द्वयोः मेलनेन तत्र वयमेव तत्र पीतरूपम् उत्पत्य तदनन्तरं तस्य लेपनं करोति चेत् प्रायः न वदन्ति. किं किं तत्र किं न किं वदन्ति इति न जाने. अत्र मुख्यवार्ता किम् इति चेत् तत्र एकस्यापि अधिकरूपम् अधिकवर्णम् एकस्मिन् द्रव्ये दृश्यते चेत् तस्य नाम चित्ररूपम्, अपि च तादृशचित्ररूपस्य व्याप्यवृत्तित्वं द्रव्ये वर्तते इति प्राचीनानां मतमस्ति. अस्तु, सीमा भगिनी अग्रे पठति वा? अपि च महोदय मम एकं मतमस्ति तस्मिन् विषये, यत् यः पदार्थः पीतरूपेण लभ्यते यथा सुवर्णः तस्य पीतरूपम् अस्ति एव, तत्र मिश्रणं नास्ति. किन्तु यदा वयं रूपद्वयं मेलनेन पीतरूपं साधयामश्चेत् तत्र चित्ररूपं भवति इति मम सत्यं. समीचीनचिन्तनमेव, तादृशमेव नैयायिका प्राचीननैयायिकानां मतमस्ति. यतोहि कपीशवर्णम् अस्ति, सः अपि वर्णानां मेलनेन भवति, किन्तु वृक्षे कपीशवृ वृक्षे ट्रङ्क् इत्युक्ते किं न जाने कपीश तस्य कपीशरूपम् अस्ति एव सत्यम् सत्यम् इति तेषां मतं तदेव तेषां मतमस्ति तत्र स्वाभाविकेन यद् लभ्यते तद् पीतृरूपम् अस्ति चेत् तत् पीतृरूपम् इति स्वीकुर्वन्ति किन्तु वयमेव तत्र वर्णानां मिश्रणं कृत्वा तत्र तादृश पीतृरूपं वा अन्यत् किमपि निर्माणं कुर्मश्चेत् तत्र चित्ररूपम् इति एव ते स्वीकुर्वन्ति इति अवगच्छामश्चेत् तत्र दोषः नास्ति किन्तु अस्माकम् अवधानं कुत्र भवेत् इति चेत् रूपस्य व्याप्यवृत्तित्वं वा अव्याप्यवृत्तित्वं वा इति एव अत्र वार्ता प्रत्यय इदानीम् एतद् रूपं यद् इदानीं तत्र नीलरूपम् अपि च हरितरूपम् अपि च रक्तरूपम् इति तेषां मिश्रणेन यद् रूपं लभ्यते तस्मिन् विषये अस्माकं चिन्तनं नास्ति किन्तु यत्किमपि रूपं भवतु तस्य व्याप्यवृत्तित्वम् अस्ति रूपम् इति गुणः व्याप्यवृत्तिः इति न प्राचीनानां मतमस्ति सत्यं महोदय अत्र घटे यदि रूपद्वयं वा रूपत्रयम् अस्ति चेत् कश्चन भागे एकं रूपम् अस्ति अपरस्मिन् भागे अन्यत् रूपम् अस्ति चेत् तेषां मते एकस्य रूपस्य व्याप्यवृत्तित्वम् अस्ति अतः चित्रमेव वक्तव्यं सत्यं सत्यम् इति प्राचीनानां मतं समीचीनम् अग्रे पठतु अस्तु महोदय किन्तु नवीनाः वदन्ति यत् एवं स्वीकर्तुं न शक्यते रूपस्य अव्याप्तिवृत्तित्वं स्वीकर्तव्यम् इति तेषां मतम् अनेन एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः पटस्य एकस्य देशे श्वेतरूपम् एकस्य देशे नीलरूपम् इत्येवं स्वीकार्यम् बहूनि रूपाणि एकमेव रूपम् अव्याप्यवृत्ति बहूनि रूपाणि एकम् अपि रूपम् क्षम्यतां बहूनि रूपाणि एकैकम् अपि रूपम् अव्याप्यवृत्ति अव्याप्यवृत्ति तत्र विसर्गः नास्ति यतोहि नपुंसकलिङ्गे अस्ति अतः सत्यं तत्र इदानीम् एकैकमपि रूपम् अव्याप्यवृत्ति इत्यस्मिन् वाक्ये अव्याप्यवृत्ति इति विशेषणमस्ति रूपस्य वृत्तिं न भवति वृत्तिः न वृत्तिम् इति न भवति वृत्ति इति तादृशमेव तिष्ठति अत्र नवीनाः नैयायिकाः वदन्ति चित्ररूपं न स्वीकर्तव्यं यतोहि रूपाणि भिन्नानि सन्ति अतः एकस्मिन् पटे यदि भिन्नानि रूपाणि सन्ति तत्र पट्टस्य एकदेशे यत् रूपमस्ति अपरस्मिन् देशे यद् रूपमस्ति तदेव स्वीकार्यं भवति प्रत्येकरूपस्य अव्याप्यवृत्ति भवति प्राचीनानां मतानुसारं यत्किमपि एकमेव रूपं स्वीकरणीयं यतोहि एकस्मिन् पटे एकमेव रूपं पटं व्याप्य तिष्ठति अतः समग्रे पटे रूपं किम् इति निर्णेतव्यम् समग्रे पटे विद्यमानं रूपं रक्तं न भवति नीलं न भवति श्वेतं न भवति तदर्थं चित्ररूपम् इति मिश्रितरूपं स्वीकृतम् प्राचीनानां मतानुसारं एकस्मिन् द्रव्ये यद्रूपम् अस्ति तद्रूपं पूर्णतया तत् पदार्थे अस्ति व्याप्य तिष्ठति अतः तेषां मते यदि रूप भिन्नानि रूपाणि सन्ति पदार्थे तर्हि एकमेकं रूपं स्वीकृत्य तस्य निरूपणं न भवति किन्तु चित्ररूपम् इति मिश्रितरूपं स्वीकृत्य एव तस्मिन् पदार्थे चित्ररूपम् अस्ति इति कर्तव्यम् इति यद् पुनः पुनः तदेव अत्र दत्तमस्ति. अस्तु, अग्रे अपि भवती एव पठतु भगिनि. अस्तु महोदय. अव्याप्यवृत्तित्वं विद्याचार्याम् अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे भगिनि तत्र स्वभावस्य इति नास्ति, तत्र किञ्चित् अवधानं दत्त्वा पठनीयं. स्वाभावस्य इति अस्ति. स्व अभावस्य एतदेव अत्र मुख्यवार्ता अस्ति. इत्युक्ते अत्र पश्यतु, अव्याप्यवृत्तित्वम् इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्युक्ते यस्मिन् अधिकरणे तस्य अभावः अस्ति तस्मिन्नेव अधिकरणे तद् अस्ति इति चिन्तनम् अत्र. यस्मिन् सामान्यतया पठामश्चेत् तत्र यस्मिन् अधिकरणे यदस्ति तस्मिन्नेव अधिकरणे तदपि नास्ति इति तादृशं न भवितुमर्हति. किन्तु तादृशं नव्यनैयायिकाः वदन्ति, तस्य बोधनार्थं तत्र इदानीं तत्र रूपं स्वीकृत्य अव्याप्यवृद्ध्यर्थं साधयन्ति. एतद् महान् स्वाभावस्य इति. अत्र अभावः अस्ति तद् वदन्ति ते. अव्याप्यवृत्तित्वम् इत्यस्य अभावस्य भावः अस्ति. अभावस्य भावः इति नास्ति. अत्र पश्यतु, स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वं यस्मिन् अधिकरणे तद् नास्ति तस्मिन्नेव अधिकरणे तद् अस्ति अपि. तदेव अहम् उक्तवती, अभावस्य यस्मिन् अधिकरणे तस्य अभावः अस्ति तस्मिन् अधिकरणे तस्य विद्यमानत्वस्य अव्याप्यभावः अपि अस्ति. भावः अस्ति, अस्तित्वम् अस्ति. अस्तित्वः आम्, अस्तित्वम् अस्ति इत्युक्ते एतद् महान् विषयः. अत्र चित्ररूपम् अपि च अन्यत् किमपि इत्यस्मिन् विषये तत्र चिन्तनं नास्ति. किन्तु एतद् नूतनमस्ति किल, सामान्यतया एतादृशं न वदामः. यस्मिन् अधिकरणे यद् नास्ति तस्मिन्नेव अधिकरणे तदस्ति इति कथं वा वक्तुं शक्यते? किन्तु भवितुम् अर्हति इति महान् सिद्धान्तः अस्ति. यतोहि अव्याप्य न तत्पुरुषसमासः अस्ति, अतः तदपि अभावरूपमेव अस्ति. सत्यम्. अस्तु, अग्रे पठतु. अत्र अव्याप्यवृत्तित्वम् इत्यस्य लक्षणं दत्तं. स्वं यस्मिन् द्रव्ये अस्ति तस्मिन् एव द्रव्ये तस्य अभावः अपि अस्ति. हस्तस्य भित्या संयोगः अस्ति इति चिन्त्यताम्. अत्र अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्तयोः. स्वम् इति सर्वनामपदम्. अत्र स्वम् इत्युक्ते संयोगसम्बन्धः. अधिकरणं भित्तिः. अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति. स्वस्य अभावः इति संयोगसम्बन्धाभावः अपि अस्ति. यतोहि हस्तभित्तिसंयोगः भित्तिं व्याप्य न तिष्ठति. अनेन स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम्. ओके, अस्तु. अत्र पङ्क्तिशः गच्छामि महोदय. अहम् अवगच्छामि, किन्तु पङ्क्तिशः गच्छामि चेत् किञ्चित् मम अवगमनं सम्यक् अस्ति न? विद्याधर्याम् अव्याप्यवृत्तित्वस्य लक्षणमस्ति, अव्याप्यवृत्तेः लक्षणमस्ति यस्मिन् अधिकरणे तस्य अभावः अस्ति तस्मिन् एव अधिकरणे तस्य विद्यमानत्वम् अपि अस्ति. दृष्टान्तं दृष्ट्वा, दृष्टान्तम् अस्ति अत्र हस्तस्य भित्त्या संयोगः. अत्र भित्त्या यत् संयोगः अस्ति सः संयोगः गुणः अस्ति अपि च सः गुणः अव्याप्यवृत्तिः अस्ति. किमर्थं चेत् भित्त्या स्वम् इति सर्वनामपदम् अत्र स्वम् इति इत्युक्ते संयोगसम्बन्धः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे संयोगसम्बन्ध अभावः अपि अस्ति. यत्र हस्तभित्तसंयोगः अस्ति तत्र व्याप्यवृत्तित्वं न तत्र तत्र एकस्मिन् देशे भित्त्या संयोगः अस्ति किन्तु अपरस्मिन् देशे सः संयोगः नास्ति यतोहि हस्तभित्तिसंयोगः भित्तिं व्याप्य न तिष्ठति. अतः हस्तभित्तिसंयोगः अस्तित्वम् अपि अस्ति भित्त्याम् अपि च तस्य अभावः अपि अस्ति भित्त्याम्. तद् एव अव्याप्यवृत्तित्वम् अस्ति विद्याधर्यं. मम सम्यक् अस्ति न? आमामां समीचीनम् इति नव्यनैयायिकानां मतमस्ति. तत्र तत्र लक्षणवाक्यं साक्षात् किमस्ति इति चेत् स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति चेत् स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति. अत्र यदा घटे श्वेतवर्णं वर्णः नास्ति एव नीलवर्णः अस्ति अपि च रक्तवर्णः अस्ति तस्मिन् सन्दर्भे अव्याप्य श्वेतवर्णस्य अव्याप्यवृत्तित्वं वक्तुं न शक्नुमः. सत्यं. किमर्थमित्युक्ते तद् नास्ति सम्पूर्णतया नास्ति एव. यस्मिन् द्रव्ये एकस्य वर्णस्य विद्यमानत्वमस्ति तस्मिन्नेव द्रव्ये तस्य अभावः अस्ति चेदेव तस्य अव्याप्यवृत्तित्वं वक्तुं शक्यते. सम्पूर्णरीत्या तत्र एकस्मिन् द्रव्ये एकः वर्णः नास्ति चेत् तत्र अव्याप्यवृत्तित्वं न वक्तुं शक्यते इति भेदः वर्तते. तस्मिन् विषये अपि अग्रे आयास्यति. अस्तु. तर्हि यदि एकं रूपं पूर्णतया वर्तते घटे तर्हि तस्य व्याप्यवृत्तित्वं भवति किन्तु एकस्मिन् देशे एव रूपं तद्रूपं वर्तते चेत् अव्याप्यवृत्तित्वं वक्तुं शक्नुमः. रूपं नास्ति चेदेव तस्य अव्याप्यवृत्तित्वम् अपि नास्ति व्याप्यवृत्तित्वम् अपि नास्ति. सत्यम् इति अत्र वार्तात्रयमस्ति. समीचीनतया भवत्या अवगतम् इति तत्र सम्पूर्ण व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् अभावत्वम् इत्युक्ते तत्र यत्र सम्पूर्णरीत्या एकस्य भावः अस्ति तत्र व्याप्यवृत्तित्वं यत्र सम्पूर्णतया एकस्य अभावः अस्ति तस्य अभावत्वं किन्तु यत्र एकस्मिन्नेव द्रव्ये तस्य अस्तित्वमपि अस्ति नास्तित्वमपि अस्ति इति चेत् तत्र अव्याप्यवृत्तित्वम् अपि च इदानीं संयोगः इति गुणः तत्र संयोगः इति गुणस्य अव्याप्यवृत्तित्वमेव भवितुमर्हति किल सर्वत्र यत्र यत्र वयं पश्यामः तत्र सर्वत्र इदानीं घटः भूतले संयोगसम्बन्धेन वर्तते इत्यस्मिन् सन्दर्भे तत्र सम्पूर्णरीत्या घटं भूतले वर्तते इति नास्ति केवलं तस्य अधोभागः एव घटे वर्तते इति कृत्वा तत्रापि संयोगः संयोगस्य अव्याप्यवृत्तित्वमेव अस्ति. किन्तु महोदय यत्र पदार्थः द्रव्यस्य किं वक्तव्यं यत्र द्रव्यं सर्वत्र अस्ति यथा दिक् आकाश काल परमात्मा इत्युक्ते विभुद्रव्याणि द्रव्यम् अस्ति चेत् तस्य संयोगः व्याप्यवृत्तिः एव भवति वा अव्याप्यवृत्ति भवितुम् अर्हति? समीचीनप्रश्नः. यदा वयं संयोगस्य विषये पठामः, किमर्थम् इत्युक्ते संयोगः द्विनिष्ठः इति नैयायिकानां मतम्. द्विनिष्ठः इत्युक्ते एकमेव संयोगः इति गुणः. इदानीं घटभूतलयोः मध्ये संयोगः वर्तते इति चिन्तयतु. संयोगः इति भिन्नपदार्थः अस्ति, स च पदार्थः गुणः अस्ति. घटः इति द्रव्यं, भूतलम् इति द्रव्यम्, अनयोः मध्ये तत्र संयोगः इति गुणः वर्तते. संयोगः कुत्र वर्तते इति चेत्, संयोगः इति गुणः घटे अपि वर्तते, भूतले अपि वर्तते, किल? तर्हि एकस्मिन् द्रव्ये तस्य व्याप्यवृत्तित्वम्, अन्यस्मिन् द्रव्ये तस्य अव्याप्यवृत्तित्वं, नो चेत् एकदेशवृत्तित्वम् इति न वक्तुं शक्यते, किल? एकमेव गुणः, द्विनिष्ठः. यदा तत्र मम अपि च श्रीराम महोदयेन महोदयस्य मध्ये तत्र एकं दण्डमस्ति इति स्वीकरोतु. दण्डस्य एकस्मिन् भागः मम हस्ते अस्ति, अन्यस्मिन् भागः तस्य हस्ते अस्ति चेत् तत्र इदानीं दण्डः द्विनिष्ठः भवति. अहमपि तस्य स्वीकरणं मयि अपि तस्य स्वीकरणमस्ति, तस्मिन्नपि तस्य स्वीकरणमस्ति इति कृत्वा एकमेव दण्डः तत्र द्विनिष्ठः अस्ति इति कृत्वा कथं वा तस्य व्याप्य वृत्तित्वं भिन्नरीत्या भवति इति भेदः वर्तते. अतः मया उक्तं तत्र यदा संयोगः पठेम तदा एतस्य प्रश्नस्य उत्तरम् इतोपि किञ्चित् गभीररीत्या चिन्तयामः. किन्तु प्रश्नः समीचीनः, तादृशप्रश्नः भवेत्. अतः एव ते किं वदन्ति तत्र विभुः इत्युक्ते किम् इति चेत् तत्र सर्वत्र भवति इति तस्य लक्षणं न स्वीकुर्वन्ति ते. विभुः इत्युक्ते तत्र एकं द्रव्यम् अन्ये वर्तते इति नियमेन यत्र न वक्तुं शक्यते. उदाहरणार्थं घटः आकाशे वर्तते, अपि च आकाशः घटे वर्तते इति यत्र एतादृशवाक्यद्वयं वक्तुं शक्यते. तत्र नियमेन एकः अन्यस्मिन् अस्ति इति नियमेन यत्र न वक्तुं शक्यते, तत्र विभुत्वम् इति नैयायिकानां मतमस्ति. अनियतवृत्तित्वं समीचीनम्. अनियतवृत्तित्वमेव विभुत्वम् इति नैयायिकानां मतं. तत्र सर्वत्र सर्ववृत्तित्वं सर्ववृत्तित्वं विभुत्वम् इति न वदन्ति. अनियतवृत्तित्वमेव किं वदामः, अनियतवृत्तित्वमेव विभुत्वम् इति नैयायिकानां मतम्. अपि च मूर्तसंयोगत्वम् अपि विभुत्वम् इति वक्तुं शक्नुमः वा? कुत्रचित् पठितवती न, तत्र मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया भवितुम् अर्हति इति पृष्टे सति तत्र मूर्तद्रव्येषु एव क्रिया भवितुम् अर्हति इति वार्ता अस्ति. अपि च तर्हि तत्र विभुद्रव्याणां मूर्तद्रव्येण सह द्रव्यैः सह तस्य संयोगः भवितुमर्हति इति वक्तुं शक्यते. इत्युक्ते तत्र इदानीम् आकाशः इति एकः एकं विभुद्रव्यम्, आत्मा इति विभुद्रव्यम्, अनयोः मध्ये इदानीं संयोगः भवितुमर्हति इति पृष्टे सति प्रायः नास्ति. किमर्थमित्युक्ते द्वयमपि विभुद्रव्यम् इति कृत्वा इदानीम् आकाशः आत्मनि वर्तते, आत्मा आकाशे वर्तते इति न इति तादृशव्यवहारः न कर्तुं शक्यते, किल? अतः एकस्मिन् पार्श्वे तत्र विभुद्रव्यं भवेत्, अन्यस्मिन् पार्श्वे तत्र मूर्तद्रव्यं भवेत्. मूर्तद्रव्यम् इत्युक्ते किम् इति चेत् यस्मिन् क्रिया भवितुमर्हति. कुत्र क्रिया भवितुमर्हति? यद् सर्वत्र नास्ति तत्र एव क्रिया भवितुमर्हति किल. ततः एव इतः ततः गन्तुं शक्यते. समीचीनचिन्तनम्. अस्तु हा श्रीरा महोदय, अस्य एव अन्यत् उदाहरणमस्ति, तत् पठतु अपि च प्रतिपादयतु. अस्तु महोदय, अन्यत् उदाहरणम् आकाशे शब्दः. आकाशे शब्दः सर्वत्र न भवति, कुत्रचित् एव भवति. यत्र शब्दः उत्पद्यते तत्र, अतः शब्दः अपि अव्याप्यवृत्तिः गुणः. अत्र स्वम् इत्यनेन शब्दः स्वीकरणीयः. स्वाभावः इत्यनेन शब्दस्य अभावः. तस्य अधिकरणम् आकाशः. तस्मिन् एव आकाशे स्वस्य शब्दस्य वृत्तित्वम् अपि अस्ति. शब्द अभावस्य वृत्तित्वम् अपि अस्ति. यतोहि शब्दः आकाशे सर्वत्र नास्ति, अतः आकाशस्य कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् देशे शब्दाभावः अस्ति. अनेन स्वस्य अभावस्य अधिकरणे स्वम् अपि अस्ति. तस्मात् शब्दः अव्याप्यवृत्तिः, अपि च विश्वे अव्याप्यवृत्तिः गुणः यो भवति तस्य सर्वस्यापि एवं रीत्या समन्वयं कर्तुं शक्नुमः. इदानीम् अव्याप्यवृत्ति इत्युक्ते एकस्मिन् अधिकरणे एव कस्यचित् पदार्थस्य भावः अपि भवति, अभावः अपि भवति. इदानीं शब्दस्य विषये प्रतिपादितम् अस्ति. इदानीम् आकाशः शब्दगुणकम् आकाशः इति लक्षणम् अस्ति आकाशस्य. अत्र आकाशस्य गुणः शब्दः. शब्दः सर्वत्र न भवति, आकाशे शब्दः सर्वत्र न भवति, कुत्रचित् एव भवति. अतः नैयायकः वदन्ति शब्दः अव्याप्तवृत्तिः गुणः. शब्दः इति गुणः अव्याप्तवृत्तिः. अत्र लक्षणवाक्यम् अव्याप्यवृत्तिः इत्यस्य लक्षणवाक्यं पश्यामश्चेत् तत्र स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अस्ति. तत्र स्वम् इति पदं अस्मिन् उदाहरणे स्वम् इति पदं शब्दं सूचयति. स्व अभावस्य इत्युक्ते शब्दस्य अभावः. तस्य अधिकरणे आकाश अधिकरणम् आकाश अस्ति. तस्मिन्नेव आकाशे स्वस्य शब्दस्य वृत्तित्वम् अपि अस्ति. शब्द अभावस्य वृत्तित्वम् अपि अस्ति. यदा शब्दः कुत्रचित् उत्पद्यते तत्र तस्य विद्यमानत्वं भवति. यत्र शब्दः न अस्ति तत्र तस्य अभावः भवति. अतः आकाशे शब्दस्य विद्यमानत्वम् अपि अस्ति, अभावः अपि अस्ति. अतः शब्दः इति गुणः अव्याप्तवृत्तिः इति नैयायिकानां मतम् अस्ति. अत्र यत्र यत्र सर्वस्य एवं रीत्या यत्र अव्याप्यवृत्तिः गुणः भवितुमर्हति तत्र एवं रीत्या एव स्वीकरणीयः. यत्र एकस्मिन् अधिकरणे एव पदार्थस्य भावः भवति, तदनन्तरम् अन्यस्मिन् देशे एकस्मिन् अधिकरणे एव तस्य अभावः अपि भवति चेत् तत्र अव्याप्यवृत्तिः इति स्वीकरणीयः इति तत्र अन्तिमवाक्यं किमर्थं दत्तमस्ति तत्र, अपि च विश्वे अव्याप्यवृत्तिः गुणः यो यो भवति तत्र सर्वस्यापि एवं रीत्या समन्वयं कर्तुं शक्नुमः इत्युक्ते तत्र गृहपाठत्वेन चतुर्विंशतिगुणाः सन्ति किल, तेषु तत्र प्रत्येकं गुणं स्वीकृत्य इदानीं प्रत्येकस्य गुणस्य अव्याप्यवृत्तित्वमस्ति वा व्याप्यवृत्तित्वमस्ति वा इति चिन्तयितुं शक्यते. उदाहरणार्थम् इदानीं सङ्ख्या इति स्वीकुर्मः, श्रीराममहोदय भवतः चिन्तनं किम् अस्मिन् विषये, सङ्ख्या सङ्ख्यायाः अव्याप्यवृत्तित्वं भवितुमर्हति वा व्याप्यवृत्तित्वमेव भवितुमर्हति वा? सङ्ख्या इदानीम् उदाहरणं स्वीकुर्मः, आकाशः इति द्रव्यं स्वीकुर्मश्चेत् एकः सा च एकः इति अस्ति, तत्रापि सङ्ख्या अस्ति. इदानीं पटं वा किमपि द्रव्यं स्वीकुर्मश्चेत् तत्र सङ्ख्या भवति. अभावः इति स्थलं स्वीकुर्मश्चेत् तत्र तत्र कीदृशसङ्ख्यायाः चिन्तनं भवितुं नार्हति. अत्र यदा कथं चिन्तनीयं महोदय, इदानीम् एकं पुस्तकम् इति स्वीकरोतु, एकं पुस्तकं तत्र एकम् इति गुणः अस्ति, सङ्ख्या अस्ति, एकत्वम् इति व्याप्य, तर्हि सङ्ख्या व्याप्यवृत्तित्वमेव भवितुमर्हति किल यत्र कुत्रापि. प्रत्येकं तत्र प्रत्येकं पदार्थे द्रव्ये तत्र एकमेकम् इत्येव भवितुमर्हति किल, तर्हि सङ्ख्या इति गुणः किमिति व्याप्यवृत्तिः इति वृत्त्या इति नास्ति, वृत्तिः इति भवति सङ्ख्या व्याप्यवृत्तिः इति. एतादृशं तत्र चतुर्विंशतिगुणेषु एकैकं स्वीकृत्य तत्र चिन्तयितुं शक्यते. अस्तु, इदानीम् अत्र उदाहरणद्वयं दत्तमस्ति किल, तत्र उदाहरणयोः मध्ये कः भेदः, तत्र किमर्थम् उदाहरणद्वयं दत्तम्, उदाहरणद्वयोः मध्ये कः भेदः इति कोऽपि वदति वा? अत्र शब्दः इति गुणः आकाशस्य तत्तु अस्ति, तत्तु अस्ति, तत्र संयोगः इत्यस्मिन् गुणे एव गुणविषये एव पूर्वस्मिन् परिच्छेदे दत्तम्, अस्मिन् परिच्छेदे शब्दः इति गुणस्य विषये इति सामान्यवार्ता अस्ति, किन्तु इतोपि किञ्चित् चिन्तनीयम् अत्र उदाहरणद्वयोः मध्ये एकं महान् एकः महान् सिद्धान्तः वर्तते करपत्रेण दत्तं, किन्तु अहं चिन्तयामि शब्दः इति गुणः आकाशस्य स्वभाव स्वरूपः स्वभावः इति उक्तम् आसीत् खलु महोदय, शब्दः एव आकाशः इति इत्युक्ते शब्दः इति गुणः केवलम् आकाशे एव भवितुमर्हति. तत्र एकस्मिन् पाठे अहं चिन्तयामि तत्र आकाशः इत्युक्ते तत्र शब्दः एव आकाशः इति, श्रोत्रम् इति इन्द्रियम् आकाशः एव इति प्रायः भवता पठितं, शब्दः इति गुणः, आकाशः इति द्रव्यम्, अपि च शब्दः इति गुणः केवलम् आकाशः इति द्रव्ये एव भवति, अन्यत्र यत्र कुत्रापि न भवति. इदानीं भवतः प्रतिपादने भवान् उक्तवान् एकत्र शब्दः अस्ति अन्यत्र शब्दः नास्ति, इत्युक्ते एकत्र एकस्मिन् आकाशे शब्दः इति एव अर्थः तस्य, इत्युक्ते घटे शब्दः अस्ति चेत् घटे इति द्रव्ये शब्दः नास्ति, घटे विद्यमान आकाशे एव शब्दः भवति. सीमा भगिनी, भवत्याः चिन्तनं किमपि अस्ति वा अत्र उदाहरणद्वयोः मध्ये महान् भेदः कः इति? न महोदय, इदानीं किञ्चित् अधिकं चिन्तनीयं भवति. अस्तु अस्तु, अहं किञ्चित् वदिष्यामि तर्हि महोदय अग्रिमे वर्गे अस्तु अस्तु अस्मिन्नेव वर्गे अग्रिम अग्रिम उपशीर्षकमस्ति किल अवच्छेदकम् इति तत् पठित्वा तस्मिन् विषये किञ्चित् चिन्तयामः किन्तु समीचीनम् अहम् अवकाशं ददामि चिन्तयन्तु तत्र किमर्थम् अत्र उदाहरणद्वयं दत्तम् अपि च उदाहरणद्वयोः मध्ये एकः महान् भेदः वर्तते इति इत्यस्मिन् विषये चिन्तयन्तु अस्तु सीमा भगिनी अग्रे पठतु भगिनि अवच्छेदकत्वम् इति किन्तु मम एकः प्रश्नः अस्ति महोदय शब्दगुणकम् आकाशम् इति आकाशस्य लक्षणमस्ति किन्तु अत्र शब्दः कुत्रचित् वर्तते कुत्रचित् न वर्तते यत्र शब्दः न वर्तते तत्र आकाशस्य लक्षणः कः भवति लक्षणं किं भवति एवं च अव्याप्तिदोषः न आपतति तत् मम अव्याप्तिदोषः न भवितुमर्हति किमर्थम् इत्युक्ते तत्र शब्दः अन्यत्र यत्र कुत्रापि न भवत्येव किल यदि शब्दः अस्ति सः शब्दः समवायसम्बन्धेन केवलम् आकाशे एव वर्तते इति कृत्वा तत्र आकाशः किम् इति चेत् शब्दगुणकम् आकाशम् यदि एकस्मिन् आकाशे तत्र शब्दः नास्ति चेत् तद् आकाशः न भवितुमर्हति इति न इति नास्ति लक्षणस्य समन्वयः न भवति तत्र न भवति यदि अहं वदामि श्वेत वर्णवान् गोः लक्षणं तर्हि व्याप्तिदोषः भवति यतोहि गवां रक्तवर्णमपि भवितुमर्हति रक्तवर्णः अपि भवितुमर्हति अपि च कपीशवर्णः अपि भवितुमर्हति किन्तु अत्र अव्याप्तिदोषः किमर्थं न आपतति तद् न यदा यदा भवत्या उक्तं तदा इदानीं तत्र श्वेतवर्णस्य इदानीम् अन्यत् गो अस्ति तस्मिन् श्वेतवर्णः नास्ति किन्तु अन्यत् किमपि वर्णं भवितुमर्हति किल तत्र रक्तवर्णं वा कपिशवर्णं वा कृष्णवर्णं वा यत्किमपि इदा किन्तु तदा इदानीं तत्र आकाशे शब्दः अस्ति शब्दः अन्यत्र यत्र कुत्रापि भवितुमर्हति वा आकाशं विना आकाशेन विना न तत् अहम् अवगच्छामि किन्तु यत्र शब्दः नास्ति तत्र आकाशस्य लक्षणं किं भवति तद् यत्र शब्दः नास्ति तदपि आकाशः एव तर्हि किन्तु निरूपयतु तत्र कथं वा अव्याप्तिः भवति इति निरूपयतु मम मनसि अस्ति शब्दगुणकम् आकाशं तस्मिन् लक्षणे यत्र यत्र आकाशः अस्ति तत्र तत्र तस्य शब्दगुणकं भवति किन्तु अत्र दत्तमस्ति शब्दः सर्वत्र न भवति अतः यत्र शब्दः भवति तर्हि शब्दगुणकम् आकाशम् इति लक्षणस्य अन्वयः भवति यत्र शब्दः नास्ति तत्र शब्दः एव नास्ति अतः शब्दगुणकम् आकाशम् इति वक्तुं न शक्नुमः तत्र शब्द लक्षणस्य समन्वयः कुत्र किं कथं भवति महोदय भवती भवत्याः प्रश्नः एतादृशमस्ति यस्मिन् आकाशे शब्दः नास्ति तस्य आकाशस्य कथं वा शब्दगुणकम् आकाशम् इति वक्तुं शक्यते इति भवतः प्रश्नः भवत्याः प्रश्नः अहं प्रश्नः तु समीचीनः किन्तु मम चिन्तनम् एवमस्ति यत्र इदानीं कः देवदत्तः इदानीं लक्षणस्य लक्षणं किमर्थं वक्तव्यम् इति चेत् यस्य कस्यापि परिचयं दातव्यम् इति चेत् तत्र लक्षणस्य आवश्यकता अस्ति इदानीं देवदत्तः कः इति चेत् दण्डी दण्डः यस्मिन् हस्ते अस्ति सः एव देवदत्तः इति वदनेन देवदत्तस्य देवदत्तस्य परिचयं मयि जातं किल. एवमेव यत्र शब्दः वर्तते तत् आकाशम् इति उक्त्वा अपि च शब्दः केवलम् आकाशे एव भवति इति वदामश्चेत् तत्र यत्र शब्दः वर्तते तद् आकाशम् इति मया अवगन्तुं शक्यते. तर्हि आकाशः मया मया अवगतम् इति एकम्. इदानीं तत्र यस्मिन् आकाशे शब्दः नास्ति तद् आकाशं वा इति भवत्याः प्रश्नः. तत्र लक्षणस्य समन्वयः न भवति. तत्र शब्दगुणकम् आकाशं नास्ति. यस्मिन् आकाशे शब्दः नास्ति तत् शब्दगुणकम् आकाशं नास्ति. तर्हि तत्र लक्षणं न प्रवर्तते इति भवत्याः शङ्का अस्ति. अहं चिन्तयामि यदा अपरस्मिन् देशे कश्चन शब्दः अस्ति इदानीं यत्र अहम् अस्मि तत्र तत् शब्दः नास्ति तु अत्र अन्यशब्दः अस्ति एव. तादृशं तादृशम् इत्युक्ते आकाशे सर्वत्र भिन्नभिन्नशब्दाः भवन्ति एव इति भवतः आशयः किल? भवितुमर्हति. न इदानीं तत्र यदा अन्तरिक्षं प्रति गच्छामः तत्रापि आकाशः वर्तते एव किन्तु तत्र शब्दः नास्ति एव. तत्र नास्ति इत्युक्ते तत् यत् शब्दः अत्र अस्ति तत् तत्र नास्ति. यदा वयं तत्र गत्वा शब्दं कुर्मश्चेत् तत्र भवति खलु? न शब्दं कुर्मश्चेत् भवति किन्तु इदानीं तत्र कोऽपि नास्ति इति चिन्तयतु. आकाशः अस्ति एव किल? तस्य आकाशस्य शब्दगुणकम् आकाशम् इति तस्यापि तत्र लक्षणं वदामश्चेत् तत्र लक्षणं न सङ्गच्छति. तत्र न प्रवर्तते. तत्र शब्दः नास्ति इति कथं वक्तुं शक्यते महोदय? यदा वयं शृण्मः तदा एव अस्ति वा नास्ति वा इति वक्तुं शक्यते खलु? तत्र अवगन्तुं शक्यते किल? इत्युक्ते तत्र साक्षात् सर्वस्य प्रत्यक्षं भवेत् इति नास्ति किल? अभावस्य प्रत्यक्षम् इदानीं भवान् मम गृहे नास्ति इति मया वक्तुं शक्यते किल? अहं भवत्याः दर्शनं न कर्तुं शक्नोमि. तथापि भवान् मम गृहे नास्ति इति भवतः अभावः मम गृहे अस्ति इति मया वक्तुं शक्यते किल? सत्यं. तादृशं तत्र इदानीं कोऽपि अस्ति इति चिन्तयतु. कोऽपि अस्ट्रानट् तत्र अस्ति इति चिन्तयतु. तं पृच्छामि चेत् सः वदति आम् अत्र निशब्दः एव अस्ति, शब्दः नास्ति इति सः वदति. किन्तु तर्हि तत्र आकाशः अस्ति वा न वा? अस्ति चेत् एतद् लक्षणं कथं वा तत्र प्रवर्तते इति प्रश्नः. प्रश्नः तु समीचीनः एव किन्तु इदानीं तत्र अव्याप्तिदोषस्य विषये इतोपि चिन्तनीयं भवति अस्माभिः. इत्युक्ते तत्र यत्र यत्र इदानीं शब्दगुणकम् आकाशम् इति लक्षितं चेत् तत्र यत्र यत्र शब्दः वर्तते तदेव आकाशः इति बोध्यं वा? नो चेत् यत्र शब्दः भवति तद् आकाशः इति परिचयं दत्तं वा इति भवति. तत्र इदानीं गोः उदाहरणं स्वीकुर्मः. एका गौः इति प्रायः तत्र प्रथमाविभक्तिः एकवचने गौः इत्येव भवति किल? सर्वदा मम मनसि गौः महोदय गोः भवति गौः वा? गौः गौः सत्यम् अस्ति. एका गौः अस्ति, तस्याः वर्णः अस्ति इदानीं श्वेतः इति स्वीकुर्मः. तत्र इदानीं भिन्न गौः यदस्ति तस्मिन् वर्णमेव नास्ति इति नास्ति किल? तत्र भिन्नवर्णं भवितुमर्हति इति कृत्वा यदि श्वेतवर्णत्वमेव गोः लक्षणम् इति वदामश्चेत् तत्र इदानीं कृष्णवर्णीय गोः तत्र अतिव्याप्तिः भवति. किन्तु अत्र शब्दस्य आकाशस्य विषये शब्दः अन्यत्र यत्र कुत्रापि न लभ्यते आकाशं विना सत्यम् इति कृत्वा तत्र अति अतिव्याप्तिदोषः अव्याप्तिदोषः भवति वा यत्र यत्र शब्दः नास्ति तद् आकाशः एव नास्ति वा इति स्वीकर्तुं शक्यते वा तत्र अव्याप्तिदोषः वक्तुं शक्यते वा प्रायः नास्ति इति मम चिन्तनं चिन्तनीयविषयः एव किन्तु तत्र तादृशं न अवगन्तव्यम् इत्युक्ते यत्र श्वेतवर्ण यत्र शब्दः अस्ति तद् आकाशम् इदानीम् आकाशस्य परिचयं मया लब्धम् आकाशम् इत्युक्ते किम् इति मया अवगतं तर्हि यत्र आकाशः अस्ति तत्र शब्दः नास्ति चेदपि तद् आकाशः एव इति अपि अवगन्तुं शक्यते किल इति परिचयं दत्तम् इति तावदेव स्वीकर्तव्यम् इति एतादृशं स्वीकुर्मः तत्र इतोपि अग्रे गत्वा एतस्य इदानीं तत्र समस्या आगता चेत् इतोपि परिष्कारं कुर्मः समीचीनप्रश्नः अस्तु पठतु भगिनि अस्तु अवच्छेदकत्वं रूपं व्याप्तिवृत्तिः गुणः अथवा अव्याप्तिवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः कपिः वृक्षस्य अग्रभागे वर्तते विद्याधर्याम् एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायां तस्य अभावस्तु मूलदेशवर्तिशाखायाम् एवं च अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् एवं च अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम् मूलं च कपिसंयोगाभावनिष्ठ आधेयता निरूपित अधिकरणतावच्छेदकम् इति विद्याधर्यां दत्तमस्ति अस्तु अत्र अवच्छेदकः अस्ति संयोगः आम् क्षम्यताम् आधेयता अस्ति संयोगस्य आधेयता संयोगः आधेयः इति कृत्वा संयोगे आधेयता अस्ति अस्तु अस्तु ओके रूपं गुणः अव्याप्यवृत्तिः अस्ति वा व्याप्यवृत्तिः अस्ति तस्मिन् विषये चिन्तनस्य सौकर्यम् अवच्छेदकत्व विषयं कृत्वा भवति अत्र अवच्छेदकस्य प्रतिपादनार्थे एकम् उदाहरणं प्रसिद्धम् अस्ति कपिवृक्षयोः कपिः वृक्षस्य एकस्मिन् भागे वर्तते अग्रभागे तत् स्वीकृत्य विद्याधर्याम् अस्ति अवच्छेदकस्य निरूपणम् अस्ति एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्तिशाखायां किन्तु मूलदेशवर्तिशाखायां तस्य अभावः अस्ति अतः तस्य निरूपणम् एवं भवति अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् वाक्यम् अवगच्छति वा किञ्चित् किञ्चित् महोदय एवम् अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः इत्युक्ते आधेयतायाः अवच्छेदकम् अस्तु आम् आम् अवगच्छामि महोदय ओके मूलं च अत्र एकनिमिषं भगिनि, तस्मात् पूर्वं तत्र एवं च अग्रं कपिनिष्ठाधेयता निरूपितया वृक्षनिष्ठाधिकरणा तस्याः अवच्छेदकम् इत्यस्मिन् वाक्ये अवच्छेदकं किम् इदानीम्? अवच्छेदकम् अस्ति मम मनसि कपिनिश्च आधेयता नास्ति. अत्र पश्यतु, अत्र अत्र किं कर्तव्यं, मयापि किञ्चित् क्लेशः अनुभूतः यदा प्रथमवारं मया पठितम्. अत्र अग्रम् इति पदमस्ति किल, हा असीरामहोदय वदतु. तदेव मम चिन्तनम् आसीत्, अवच्छेदकम् इति अग्रस्य विशेषणं भवति इति. हा समीचीनम्, अग्रम् इति पदस्य तत्र डबल् कोट्स् मध्ये स्थापयतु, अपि च अवच्छेदकम् इति पदस्य डबल् कोट्स् मध्ये स्थापयतु. कपिनिष्ठा अधेयता निरूपिताया वृक्षनिष्ठा अधिकरणता अस्ति, तस्याः अवच्छेदकं किम् इति चेत् अग्रम् इति. अधिकरणतायाः अवच्छेदकम् अस्ति, आधेयतायाः नास्ति. हा किमर्थम् इत्युक्ते अग्रत्वं कुत्र विद्यते? अधिकरणे न तु संयोगे, केवलं वृक्षे एव किल, वृक्षे एव तत्र अग्रभागः मूलभागः इति भेदाः वर्तन्ते. सत्यं सत्यम्, ओके ओके अवगच्छामि. वृक्षस्य या अधिकरणता अस्ति तस्य अवच्छेदकम् अग्रं वा मूलं भवितुम् अर्हति. हा समीचीनम्, इदानीम् इदानीं भवती अवगतं, समीचीनम्. वृक्षे या अधिकरणता अस्ति तस्याः अवच्छेदकं भवति अग्रम्, अपि च तत्र अधिकरण तत्र कपिसंयोगस्य अभावः यस्मिन् भागे यस्मिन् तत्र भागे वृक्षस्य भागे अस्ति तस्य अवच्छेदकं भवति मूलम् इति. अस्तु अग्रे अपि भवती एव पठतु भगिनि. अनेन कपिसंयोगः अपि भवति वृक्षे, कपिसंयोगाभावः अपि भवति वृक्षे, द्वावपि कपिसंयोगः कपिसंयोगाभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः. अत्र ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम् अस्यां दशायां यत् अवच्छेदकत्वम् अपि च कपिसंयोगस्थले यत् अवच्छेदकत्वं द्वयमपि भिन्नम् विद्याधर्यां घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. अस्तु, अत्र एकस्मिन् वृक्षे कपिसंयोगः अपि अस्ति, कपिसंयोगाभावः अपि अस्ति, अतः तस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः. अत्र वृक्षस्य अग्रभागे संयोगः अस्ति, वृक्षस्य मूलभागे संयोगः नास्ति, अतः अग्रत्वं स्वीकृत्य संयोगः संयोगस्य निरूपणं कर्तुं शक्नुमः, अपि च मूलत्वं मूलम् अवच्छेदकम् अस्ति इति स्वीकृत्य संयोगाभावः निर्दिष्टुं शक्नुमः. अत्र प्रतियोगिता अत्र घटे अभावः क्षम्यतां भूतले घटाभावः अस्ति तस्मिन् विषये घटे यद् प्रतियोगिता अस्ति घटत्वं तत् स्वीकृत्य निरूपणं पूर्वं कृतं घटत्वावच्छिन्न अवच्छेदकं एकनिमिषं घटाभावः भूतले अस्ति घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम् अस्ति. अत्र घटत्वम् अवच्छेदकम् अस्ति, अपि च कपि संयोगस्थले यत् अवच्छेदकमस्ति तद् भिन्नमस्ति, तत् अहम् अवगच्छामि, यतोहि घटाभावः क्षम्यतां भूतले घटसंयोगः एव नास्ति, अतः यत् घटाभावः अस्ति तस्य निरूपणं घटत्वम् इति घटस्य धर्मं स्वीकृत्य कर्तुं शक्नुमः, किन्तु अत्र धर्मस्य स्वीकारः नास्ति, यतोहि कुत्रचित् अधिकरणे कुत्रचित् अधिकरणे संयोगः अस्ति, कुत्रचित् अधिकरणे संयोगः नास्ति, अतः धर्मस्य स्वीकारं कृत्वा यदि अवच्छेदकतानिरूपणं भवति चेत् वयं तत् साधितुं न शक्नुमः, कुत्रचित् संयोगः अस्ति, कुत्रचित् संयोगः नास्ति, किन्तु घटाभावः भूतले अस्ति तस्य निरूपणं धर्मेण कर्तुं शक्नुमः, यतोहि अत्यन्ताभावः अस्ति, भूतले घटस्य अत्यन्ताभावः इति यद्भवत्या पूर्वम् उक्तम् अस्मिन्नेव वर्गे, तत्र वार्तात्रयमस्ति इति अस्माभिः उक्तं किल, तत्र व्याप्यवृत्तित्वम्, अव्याप्यवृत्तित्वम्, अपि च अभावत्वम् इति. अत्र अस्मिन् परिचये यत् मुख्यवार्ता किम् इति चेत् अव्याप्यवृत्तित्वम् इत्यत्रापि अभावत्वं विद्यते, अपि च अभावत्वम् इत्यत्रापि अभावत्वं विद्यते, किन्तु अनयोः मध्ये भेदः वर्तते. कः भेदः इति चेत् अभावत्वम् इत्यत्र सम्पूर्णरीत्या एकस्मिन् अधिकरणे यस्य कस्यापि अभावः वर्तते, किन्तु इदानीम् अव्याप्यवृत्तित्वम् इत्यस्मिन् स्थले एकस्मिन्नेव भागे तस्य अभावत्वं विद्यते, अन्यत्र अस्ति एव इति भेदः इति अभावयोः मध्ये भेदः वर्तते. किन्तु भूतले घटाभावः अस्ति इत्यस्मिन् वाक्ये कुत्रचित् भूतले घटाभावः अस्ति, कुत्रचित् भूतले घटाभावः नास्ति, तत् तस्य स्वीकारः नास्ति अत्र तादृशचिन्तनं न. इदानीम् अन्यत्र यद् घटः अस्ति तद् वयं न जानीमः किल, तत्र प्रायः कल्पितं कल्पित्वा एतादृशं प्रश्नः कर्तुं शक्यते, किन्तु अन्यत्र घटः अस्ति, तत्र भूतलम् इत्युक्ते सर्वत्र इति नास्ति, भूतलस्य व्याप्य तत्र विभुत्वं वयं न स्वीकुर्मः किल, यस्मिन् यस्मिन् देशे वयं स्थास्यामः तत् स्वीकृत्य एव इदानीं भूतले घटः अस्ति नास्ति इति व्यवहारः. तर्हि तत्र घटत्वम् इति अवच्छेदकं स्वीकृत्य अभावस्य लक्षणं कर्तुं शक्नुमः, किन्तु तत्र भावः एव नास्ति, अतः तत् कर्तुं शक्नुमः, किन्तु अत्र कुत्रचित् भावः अस्ति, कुत्रचित् अभावः अस्ति, अतः धर्मस्य अवच्छेदकता न स्वीकृता, अत्र स्थानस्य अवच्छेदकता स्वीकृता अस्ति. सत्यं सत्यं, तदेव अत्र वृक्षः अधिकरणं, तर्हि वृक्षे अधिकरणता अस्ति, सा अधिकरणता केन अवच्छिन्ना इति चेत् वृक्षत्वेन अवच्छिन्ना इति वृक्षस्य धर्मं स्वीकुर्मश्चेत् तत्र सम्यक्तया न वक्तुं शक्यते, किमर्थमित्युक्ते वृक्षत्वं वृक्षस्य सर्वत्र वर्तते इति कृत्वा वृक्षत्वं तत्र स्वीकुर्मश्चेत् अवच्छेदकधर्मत्वेन तर्हि तत्र दोषः भवति, तत्र अग्रत्वं नो चेत् मूलत्वम् इत्यादिकं स्वीकर्तव्यम्. किन्तु इदे भूतले घटाभावः वर्तते इत्यस्मिन् सन्दर्भे तत्र घटत्वं, तत्र प्रतियोगिता घटे वर्तते, घटत्वे वर्तते, घटे वर्तते, प्रतियोगिता घटे वर्तते, सा प्रतियोगिता केन अवच्छिन्ना इति चेत् घटत्वेन अवच्छिन्ना भवति. अपि च घटत्वं घटस्य धर्मः, तत्र घटत्वेन अवच्छिन्ना या प्रतियोगिता सा निरूपित अनियोगिता आश्रयः अभावः इति तादृशं तत्र स्वरूपसम्बद्धम् एतत् सर्वम् उक्त्वा भूतलं प्रति गच्छामश्चेत् तत्र घटत्वम् इति वदनेन तत्र किमपि क्लेशः न भवति. किन्तु अत्र इदानीं यत्र यत्र अभावः वर्तते तत्र सर्वत्र प्रतियोगिता भवत्येव, किन्तु सा प्रतियोगिता केन अवच्छिन्ना इति चेत् वृक्षत्वेन अवच्छिन्ना इति वदामश्चेत् तत्र दोषः भवति. तत्र सा प्रतियोगिता अग्रत्वेन अवच्छिन्ना इति इति वक्तव्यम्. समीचीनं मूलत्वेन अवच्छिन्ना भवति. तत्रैव केवलं वृक्षस्य मूले एव संयोगस्य अभावः अस्ति, कपिसंयोगस्य अभावः अस्ति इति कृत्वा यत्र कपिसंयोगस्य अभावः वर्तते तत्र प्रतियोगितायाः अवच्छेदकः कः इति चेत् इदानीं तत्र मूलत्वम् इति तत्र सविधाम् अधिकरणतायाः अवच्छेदः कः इति चेत् मूलत्वम् इति वक्तव्यं, न तु वृक्षत्वं. तर्हि मूलत्व मूलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता प्रतियोगिता क्षम्यताम् अहम् एकं वाक्यं रचामि, भवान् समीचीनमस्ति न वा? ओके. मूलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्याश्रयः प्रतियोगिता निरूपित अनुयोगिता कपिसंयोगाभावे वर्तते. तत् समीचीनं वा महोदय? किञ्चित् चिन्तनीयं. किन्तु अत्र किमर्थं प्रतियोगिता वदति इति न जाने. तत्र अत्र पश्यतु अवच्छेदकता, इदानीं मूलत्वम् इति धर्मं स्वीकुर्मश्चेत् सः धर्मः कस्य अवच्छेदकः भवति? सः धर्मः अधिकरणतायाः अवच्छेद. हा, तर्हि तत्र अधिकरणता इति वक्तव्यं, किन्तु भवत्या किम् उक्तं? प्रतियोगिता इति उक्तम्. अहम् अभावस्य अपि निरूपणं कृतवती, किन्तु अत्र अभावस्य निरूपणं नास्ति, अत्र अधिकरणतायाः निरूपणम् अस्ति. हा, तत्र अत्र एतद् तत्र अभावस्य निरूपणमपि कर्तुं शक्यते, किन्तु यदि अभावस्य निरूपणं करोति चेत् तत्र इदानीं तत्र संयोगः इति ततः आरम्भणीयं. सत्यं सत्यं सत्यं. यतो कपिनिष्ठ कपिनिष्ठ इति आरभ्य तत्र कपेः यत् संयोगः वर्तते तस्मिन् संयोगे आधेयता वर्तते. अपि च तत्र यत्किमपि अवच्छेदकत्वं वक्तव्यं चेत् तत्सर्वम् उक्त्वा तदनन्तरम् इदानीम् आधेयता स्वीकृत्य अधिकरणता यदा वयं निरूपयामः सा अधिकरणता इदानीं मूलत्वेन अवच्छिन्ना भवति इति वक्तव्यम्. अस्तु, अत्र मूलत्वम् अधिकरणतायाः अवच्छेदकम् अस्ति, किन्तु कपिसंयोगः कपिसंयोगः अभावस्य प्रतियोगी अस्ति, अतः अभावस्य निरूपणं कुर्मश्चेत् कपिसंयोगात् आरभ्य करणीयं, किन्तु अधिकरणस्य निरूपणं कुर्मश्चेत् मूलत्वम् आरभ्य कर्तव्यम्. तत्र अस्माकं विवक्षा किम् अस्ति तदनुसारं वक्तुं शक्यते इदानीं, किन्तु तत्र कपिसंयोगस्य अभावः निरूपणावसरे तत्र आधेयता प्रतियोगिता वर्तते, अपि च तत्र अनियोगिता यत्र कुत्रापि भवेत् तत्र यत्र वयं तत्र वृक्षं प्रति आगच्छामः अधिष्ठानम् अधिकरणं प्रति आगच्छामः तत्र अवच्छेदकः किं वक्तव्यम् इति चेत् मूलत्वम् इति वक्तव्यम्. प्रायः तत्र गृहपाठत्वेन एतत् स्वीकृत्य मां मेल् प्रेषयतु। अस्तु अस्तु अहं करोमि। तत्र कपिसंयोगस्य इदानीं तत्र लौकिकवाक्यम् अहं वदामि, तस्य न्यायरीत्या वाक्यं भवन्तौ रचयित्वा मां प्रेषयन्तु। तत्र कपिसंयोगस्य अभावः वृक्षस्य मूले वर्तते। इदानीं किं निरूपणीयम् इति चेत् अधिकरणं निरूपणीयं, वृक्षस्य मूलभागः निरूपणीयः। Okay. पुनः तत्रैव अधिकरणतावत् अस्ति किल, तावत्पर्यन्तं गन्तव्यम्। अस्तु वदामि, कपिसंयोगस्य अभावः वृक्षस्य मूलभागे अस्ति इति सामान्यवाक्यम्। इदानीम् अस्माकं निरूपणं कस्मिन् विषये इति चेत् वृक्षस्य मूलभागः, तदेव निरूपणीयम्। अस्तु तर्हि अत्र स्थगयामः वा, समयः जातः। इतोपि अग्रिमपरिच्छेदः अपि पठेमश्चेत् तत्र। अस्तु अहं पूर्वम् एकं प्रश्नं कृतवान् किल, उदाहरणयोः मध्ये कः भेदः इति, तस्य किञ्चित् क्लू इव दास्यामि। अत्र इदानीं यद् यस्मिन् विषये अस्माकं पठितं तत्र अवच्छेदकम् इत्यस्मिन् विषये तत्र चिन्तयन्तु, तत्रैव भेदः वर्तते। सत्यं सत्यं महोदय, अत्र इदानीं मा वदतु, अग्रिमवर्गे इतोपि चिन्तय चर्चयामः किमर्थम् इत्युक्ते सर्वेषां लाभाय भवति इति, किन्तु तत्र क्लू मया दत्तम्, अवच्छेदकत्वविषये किञ्चित् भेदः वर्तते, महान् भेदः वर्तते। सत्यं सत्यम्। अस्तु अस्तु, अत्र स्थगामः, सर्वेषां नमस्कारः, धन्यवादाश्च। नमस्कारः।